नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अत्र कर्मणि भावे च इति पाठः अनुवर्तते। तत्र वयं निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम् इति करपत्रं, तस्मात् किञ्चित् अद्य पठामः। महोदय पठति वा? निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं, निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं विधीयते केषुचित् अर्थेषु। यदा कदा कर्मत्वं विधीयते इति ज्ञातुं गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्तासणौ इति सूत्रं पठनीयम् इति तत्र प्रथमाध्यायचतुर्थपादस्य द्विपञ्चाशत्तमं सूत्रमस्ति। गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्तासणौ इति, गत्यर्थानां बुद्ध्यर्थानमित्युक्ते ज्ञानार्थानां, प्रत्यवसानार्थम् इत्युक्ते भोजनार्थानां, शब्दकर्मकाणाम् अकर्मकाणांश्च धातूनाम् अण्यन्त अवस्थायां यः कर्ता सः अण्यन्तावस्थायां कर्मसंज्ञां प्राप्नोति। गतिश्च बुद्धिश्च प्रत्यवसानश्च गतिबुद्धिप्रत्यवसानानि, तानि अर्थाः येषां ते गतिबुद्धिप्रत्यवसानार्थाः दातवः। शब्दः कर्म येषां ते शब्दकर्मणः, अविद्यमानं कर्म येषां ते अकर्मकाः। तर्हि गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकश्च, ते गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकास्तेषां न णिः अणिः, अणौ कर्ता अणिकर्ता। गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणां षष्ट्यन्तम् अणिकर्ता प्रथमान्तं सप्तमान्तं नौ सप्तमन्तम् अनेकादशजं सूत्रमस्ति। कर्तृसूत्रं कर्म इत्यस्मात् कर्म इति पदस्य अनुवृत्तिः, कारके इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणि कर्ता स णौ कर्मकारकम् इति। तत्र एतेषु गत्यर्थकानां ज्ञानार्थकानां भक्षणार्थकानां शब्दकर्म अस्ति, यस्य कर्मशब्दमेव अस्ति, अपि च अकर्मक येषु यः अणि यः कर्ता अस्ति इत्युक्ते णौ नास्ति, सामान्य अणौ यः कर्ता अस्ति सः णौ णिचि कर्म भवति इति सूत्रं वदति। प्रयोज्यकर्तुः प्रेषणादिव्यापारस्य ईप्सितमं कारकं प्रयोज्यकर्ता एव अस्ति। प्रयोज्यकर्तुः प्रेषणादिव्यापारस्य ईप्सितमं कारकं प्रयोज्यकर्ता एव अस्ति, अतः एव प्रयोज्यकर्तुः कर्मसंज्ञां भवति कर्तु ईप्सितं कर्म इति सूत्रेण एव। तर्हि तत्र सूत्रं दत्तं भवति वा इति, अस्तु प्रयोज्यकर्तुः प्रेषादिव व्यापारस्य ईप्सितं कारकं तत्र व्यर्थं वा इति प्रश्नः अस्ति। अस्य समाधानमेव यत् प्रकृतसूत्रमस्ति, नियमसूत्रमस्ति, पूर्वसूत्रेण एव कर्मसंज्ञायां प्राप्तायाम् इदं सूत्रं नियमयति यत् ण्यन्तधातूनां योगे प्रयोज्यकर्तुः कर्मसंज्ञा केवलं सूत्रपठितानां गत्यर्थकानां बुद्ध्यर्थकानां प्रत्यर्थकानां शब्दकर्मकाणाम् अकर्मकाणां च धातूनामेव भवति, न अन्येषाम् इति नियमयति। नियमे नियमकारिणी क्षम्यतां, विधिः यदा भवति तत्र नियमयति किल, नियमं करोति, सीमां प्राप्नोति। तत्र यदा तत्र पूर्वं नीलेश् महोदयः अपि तत्र आशापाकद्वितीयपुस्तके तत्र ण्यन्तविषये सः तस्य रेकार्डिङ्ग् अपि अस्ति, तत्र सः किं वदति इत्युक्ते, सामान्यतया यदा वयं पुत्रः विद्यालयं गच्छति इति यदा स्वीकुर्मः तत्र तु अण्यन्त धातुः अस्ति, अण्यन्तक्रियापदमस्ति, तस्य कर्ता तु पुत्रः इति अस्ति, सः इदानीं शुद्धकर्ता, शुद्ध इत्युक्ते शुद्ध दोष इति नास्ति, शुद्धकर्ता अस्ति। यदा वयं तत्र यः कार्यं करोति तत्र अण्यन्तक्रियापदं शुद्धकर्ता अस्ति. इदानीं यदा अहं ण्यन्तक्रियापदं धमयति इति कुर्मः करोमि चेत् तत्र पिता पुत्रं विद्यालयं गमयति. इदानीं पुत्रम् इति यद् प्रयो यद् शुद्धकर्ता आसीत् तद् इदानीं प्रयोज्यकर्ता प्रयोजककर्ता पिता पिता इति प्रयोजककर्ता हेतुकर्ता हेतु सः प्रेरयति इति तादृशं सः तादृशं तस्य चिन्तनं. तत्र किं भवति कर्ता द्वयम् इति स्वीकुर्मः चेत् तत्र यदा वयं तत्र तृतीय कर्मणि प्रयोगः कुर्मः तत्र सरलं भवति कर्तृकरणयो तृतीया इति तत्र वयं यदा तादृशं चिन्तनं तत्र आगच्छति चेत् तत्र सरलं भवति. अतः सः कर्ता द्वयम् इति स्वीकृत्य प्रयोज्यकर्ता प्रयोजककर्ता अण्यन्तक्रियधातुः अण्यन्तक्रियापदम् अस्ति चेत् शुद्धकर्ता तत्र ण्यन्तप्रयोगः अस्ति चेत् सः एव इदानीं तदेव प्रयोज्यकर्ता भवति. पिता यः प्रेरयति सा तु हेतुकर्ता. अत्र भगिनि तत्र सामान्यतः तदेव पठितवान् अहम् इदानीमेव पश्यन् अस्मि अत्र कथम् अभवत् अत्र मुख्यकर्म इति तत्र कर्म ये खलु तत्र ण्यन्त अनन्तवस्थां यद् कर्म अस्ति तदेव मुख्य कर्म इति मुख्यकर्म अस्ति खलु. एतत् कर्ता एव खलु तत्र कथं वा कर्ता एव खलु. अतः अहं कर्म इति अपि अत्र प्रतिपादितमस्ति तदपि अस्ति प्रेषणादिव्यापारस्य कर्म भवति भवितुमर्हति परन्तु तत्र सर्वत्र प्रधानकर्म इति तत्र तदेव भवति खलु. यत् अण्यन्तावस्थायाम् अनन्तावस्थायां यत् कर्म अस्ति तदेव प्रधानकर्म तदेव प्रधानकर्म. पुत्रः विद्यालयं गच्छति तद् विद्यालयम् इति यद् अस्ति. पिता पुत्रं विद्यालयं गमयति इदानीमपि तद् विद्यालयमेव प्रधानकर्म. पुत्रः इति गौणकर्म अस्य तु अन्यविभक्तिप्रयोगः अपि भवितुम् अर्हति किल. तत्र पुत्रः इति गौणकर्म प्रधानकर्म विद्यालयम् एव. अतः तत्र सः कर्तारूपेण यत् स्वीकृत्य तत् प्रतिपादितं तद् किञ्चित् अवगमने सम्यक् आसीत् सुलभ भवति तत्र कन्फ्यूषन् न आगच्छति कर्म कर्म कर्म इति कस्य वयं परिवर्तनं करणीयम् इति तत्र तादृशं न आगच्छति. परन्तु कर्मपदं केन किमर्थं कर्मकारकम् इति भवितुमर्हति इति अस्य अर्थ उत्तरम् इति अत्र अस्ति खलु. यत्र प्रयोज्यकर्तुः कर्मत्वं कथं वा भवति इति इति तत्र तादृश भवति. ईप्सितं प्रेषणादिव्यापारस्य कर्म अस्ति खलु एषः. सत्यं सत्यं उषा भगिनी विजया भगिनी वयं तु नमस्ते तद् अस्माकं करपत्रम् इदानीम् उद्घाटयितुं न शक्नुमः इति कृत्वा निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम् इति करपत्रात् पठन्तः स्मः. तत्र करपत्रस्य संख्या 11 किमपि आसीत् 11A तदेव वयम् उद्घाटयितुं शक्नुमः अतः तत् अस्मात् एव पठामः. कुत्र गमिष्यामि कुत्र निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वं भगिनि निजन्तव्यवस्थायां प्रयोज्यकर्तुः कर्मत्वम् अस्तु भगिनि. अरुणा भगिनी किम् आसीत् न अवगतं भगिनि. ऐ केण्ट् ओपन् एनिथिङ्ग् इट्स् ओ ओ अदर्स् आल्सो एवं वा. तत् एतत् उद्घाटयितुं शक्नुमः किल 11A उद्घाटयितुं न शक्नोति महोदय इदानीं वा. वयं तु पूर्वमेव अहम् उद्घाटयित्वा तत्र अहं चिन्तितवती तत्र नमस्ते भगिनि उषा भगिनी प्रयत्नं करोतु 11A उद्घाटनं ऐ हेव् इट् मम पुरतः मम पुरतः अस्ति भगिनि बट् इन् मेल् इट् इस् नाट् भगिनि वी आर् नाट् गेटिङ्ग् द डाक्युमेण्ट् फ्रम् द मेल् आर् वेब्सैट् वेब्सैट् वी आर् नाट् गेटिङ्ग् द डाक्युमेण्ट् 11A also. पश्यामि तत्र PDF अस्ति वा इति पश्यामि. विकि टेम्पररी तत्र किमपि क्लेशः. एकनिमिषं तत्र PDF अस्ति चेत् अहं प्रेषयिष्यामि. अस्ति भगिनि PDF अस्ति. आम् चाट् ब्लाक्स् मध्ये स्थापयामि. चाट् ब्लाक्स् प्रयत्नं कुर्वन्तु अथवा अहं स्क्रीन् शेरिङ्ग् करोमि. मम पुरतः अस्ति भगिनि. सर्वेषां तत्र सर्वे तत्र उद्घाटयितुं न शक्तवन्तः. इदानीम् आगच्छति वा अरुणा भगिनि? भगिनि तद् चाट् बाक्स् मध्ये मया प्रेषितं तद् प्रयत्नं करोतु. तद् लिङ्क् रूपेण न अस्ति वा? लिङ्क् रूपेण नास्ति. एकनिमिषं भवती लेप्टाप् मध्ये अस्ति वा अथवा लेप्टाप् मध्ये अस्ति? इदानीं पश्यतु. विजया भगिनी भवती अपि प्राप्तवती वा? आम् अस्तु अस्तु. अतः गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकाणाम् अणि कर्ता सणौ इति सूत्रं महोदयेन पठितं. तत्र गत्यर्थकानां बुद्ध्यर्थकानां प्रत्यवसानार्थकानाम् इत्युक्ते भोजनार्थकानां शब्दकर्माणाम् अकर्मकाणां च धातूनां अण्यन्तव्यवस्थायां यः कर्ता सः एव ण्यन्तव्यवस्थायां कर्मसंज्ञा प्राप्नोति. कर्मसंज्ञा इत्युक्ते प्रयोज्यकर्ता भवति इत्येव अर्थः. प्रयोजककर्ता प्रयोज्यकर्ता. प्रयोज्यकर्ता यः शुद्धकर्ता. अण्यन्तव्यवस्था. अण्यन्तव्यवस्था इत्युक्ते यदा णिच् नास्ति. गच्छति पिता क्षम्यतां पुत्रः विद्यालयं गच्छति. पुत्रः इति तत्र शुद्धकर्ता. सः एव यदा ण्यन्तव्यवस्था आगच्छति चेत् पिता पुत्रं विद्यालयं गमयति. इदानीं पुत्रम् इति कर्मसंज्ञा प्राप्नोति. प्रयोज्यकर्ता भवति. शुद्धकर्ता इदानीं प्रयोज्यकर्ता अभवत्. पिता इति प्रयोजककर्ता. सः प्रेरयति. हेतुकर्ता प्रयोजककर्ता. इदानीं पर्यन्तम् अवगतं किल? अतः तत्र प्रश्नः आगच्छति. कर्तृप्सितमं कर्म इति सूत्रेण कर्मसंज्ञा तु सामान्यतया वयं प्राप्तुं शक्नुमः. अत्र किमर्थम् एकं नूतनसूत्रम् इति तत्र तस्य उत्तरम् अस्ति. कर्तृ ईप्सितमं कर्म इत्यनेन कर्मसंज्ञा तु भवति एव. तस्य नियमनं करोति. यदा ण्यन्तव्यवस्था अस्ति चेत् गति बुद्धि प्रत्यवसानार्थ शब्दकर्मक अकर्मक धातूनाम् एव तत्र कर्ता कर्मसंज्ञा प्राप्नोति. अण्यन्तव्यवस्थायां यः कर्ता आसीत् इदानीं ण्यन्तव्यवस्थायां कर्म प्राप्नोति इति नियमयति. गतिबुद्धिप्रत्यवसानार्थम् इति नियमसूत्रम् अस्मिन् प्रसङ्गे इति सः तत्र उत्तरमस्ति, समाधानमस्ति. तदपि अवगतं किल? बिन्दुद्वयमेव वयं पठितवन्तः. अन्यथा सर्वत्र द्वितीया भवेत् इति महोदय मतं खलु? कर्मद्वयं कर्मद्वयं भवति सर्वदा सर्वत्र इति सत्यम्. आं नियमयति. केवलम् अस्मिन् प्रसङ्गे एव तत्र कर्मसंज्ञा प्राप्नोति, अन्येषु स्थलेषु तादृशं न भवति, अतः नियमनं करोति. अन्येषु तर्हि केन आधारेण तृतीया भवति इति वदति महोदय? तर्हि एतत् कर्म तृतीया भवति. तत्र यदा नियमनं करोति चेत् तत्र सीमा प्राप्नोति, तत्र अन्यत्र किम् पश्यामः, वयं पश्यामः तत्र प्रायः. एतत् कर्म इति महोदय वदति चेत् तत्र कथं वा अनन्तरं तत्र कर्ता इति भवितुम् अर्हति खलु? अतः अहं चिन्तयामि नीलेशमहोदयस्य एव समीचीनं भवति. तद् आं मम कृते तद् सम्यक् आसीत्, एतादृशचिन्तनं तत्र न आसीत्, अतः तत्र अवगमनं किञ्चित् सम्यक् सरलरूपेण आसीत्. सर्वदा भवति तृतीया भवति, परन्तु तत् अपवादत्वेन अत्र द्वितीया भवति इति प्रायः तदेव समीचीनम् इति चिन्तयामि. पश्यामः, अत्र पठामः अग्रे अस्ति वा इति प्रायः अग्रे भवेत्, पश्यामः. अस्तु, अरुणा भगिनी पठति वा? अस्य तद् अभवत् अस्मिन् सूत्रे नौ इत्यनेन I guess for the other sakarmaka dhatus, then it takes the tritiya, bhagini. Satyam, satyam. Other than gati, buddhi, pratyavasana, dhatu, taha, rest of the thing, rest of the sakarmaka dhatus, I guess we'll get the tritiya. Tadu kena sutrena iti prashna. Kattam kena sutrena. Atra dvitiya vishaye tatra uktam. Kattra ipsitamam karma ityanena karma sanya. अथवा गतिप्रति प्रत्यवसानार्थम् इत्यनेन कर्मसंज्ञा इत्युक्ते तृतीया करणं केन सूत्रेण इति प्रश्नः भवति किल. शेषः किमपि एकं सूत्रं कथं वयं निर्णयं कुर्मः तत्र तत्र अन्येषां तृतीया भवति इति, तदेव प्रश्नः महोदयस्य. सम्यक् एव, पश्यामः अत्र प्रायः अग्रे भवेत्. अस्य समाधानम् एव यत् प्रकृतसूत्रं नियमसूत्रमस्ति, पूर्वसूत्रेण एव कर्मसंज्ञायां प्राप्तायाम् इदं सूत्रं नियमयति यत् ञन्तधातूनां योगे प्रयोज्यकर्तुः कर्मसंज्ञा केवलं सूत्रपठितानां गत्यर्थकानाम् बुद्ध्यर्थकानां प्रत्ययवसानार्थकानां शब्दकर्मकानाम् अकर्मकानां च धातूनामेव भवति, न अन्येषां. तदेव अत्र भगिनि अस्मिन् सूत्रे नौ इत्यनेन हेतुमति च इति सूत्रेण यः निच् प्रत्ययः विधीयते तस्य ग्रहणं भवति. निच् प्रत्ययः यथा सर्वत्र स्वार्थे भवति तथैव प्रेरणार्थे अपि भवति. प्रेरणार्थे निच् प्रत्ययः प्रायः सर्वेभ्यः धातुभ्यः भवति, यथा पठति पाठयति अत्र पठनार्थं प्रेरयति. एतादृशेषु प्रयोगेषु प्रेरणार्थे निच् प्रत्ययः आगतः. निच् प्रत्ययस्य विधानान्तरं धातुः ञन्त भवति. निच् प्रत्ययात् पूर्वं धातु अन्यन्तः अस्ति, अथ देवदत्तः पाठं पठति. पट् धातु अन्यन्तः अस्ति, आचार्यः देवदत्तेन पाठं पाठयति. निच् प्रत्ययस्य विधानान्तरं पाठि इति धातुः ञन्तः भवति. तिजन्तयुक्ते वाक्ये कर्तृपदद्वयं दृश्यते, यः प्रेरकः भवति सः प्रयोजककर्ता, यः प्रेरितः भवति सः प्रयोज्यकर्ता इति उच्यते. ओके, सूत्रं वदति गति बुद्धि सूत्रे नौ इति एकं पदमस्ति. नौ इति हेतुमतीता इति सूत्रेण निच् प्रत्ययः विधीयते, तदेव वयं अवगच्छामि. निच् प्रत्ययः प्रयोजनं द्वौ अस्ति. एकमस्ति स्वार्थे भवति, तदेव प्रेरणार्थे अपि भवति. वयं जानीमः चुरादिगणे स्वार्थे भवति, अतः अर्थभेदना भवति. परन्तु प्रेरणार्थे निच् प्रत्ययः प्रायः सर्वेभ्यः धातुभ्यः अपि भवितुम् अर्हति. उदाहरणं पठति, पाठयति, अत्र पठनार्थं प्रेरयति. एतादृश ञजन्तप्रत्ययः वेदानानन्तरं धातुः ञन्त धातुः इति संज्ञा भवति. ञजन्त प्रयोजनं पूर्वं धातुः अण्यन्तः इति संज्ञा भवति. यथा देवदाहरणं देवदत्ता पाठं पठति, अतः अण्यन्तधातुः अस्ति, तद्धातुः अण्यन्तः अस्ति. आचार्यः देवदत्तेन पाठं पाठयति, अत्र ञन्तशब्दः अस्ति. निजन्तके वाक्ये कर्तु निजन्तयुक्तिवाक्ये कर्तृपदद्वयं दृश्यते. एकः प्रेरकः भवति, सः प्रयोजककर्ता, तस्य नाम प्रयोजककर्ता. यः प्रेरितः सः प्रयोज्यकर्ता इति नामम् अस्ति. सत्यम्. अतः यदा आचार्यः देवदत्तेन पाठं पाठयति, तत्र प्रयोजककर्ता प्रयोज्यकर्ता वदतु भगिनि. प्रयोजक आचार्यः प्रयोजक, प्रेरितः प्रयोज्यकर्ता इति पालकः सत्यं. प्रयोज्यति प्रयोज्यकर्ता देवदत्तः इति उपरि तत्र प्रयोज्यकर्तुः इति अस्ति, तत्र मुद्रणदोषमस्ति, मुद्रणदोषः अस्ति. प्रयोजककर्तुः प्रेषणादिव्यापारस्य कारकं प्रयोज्यकर्ता ये भवति खलु अत्र वाक्ये. प्रयोज्यकर्तुः उपरि प्रयोज्यकर्तुः नास्ति, प्रयोजककर्तुः ईप्सितं कारकं प्रयोज्यकर्ता खलु, प्रयोजककर्तुः भवेत् खलु तत्र. प्रयोज्यकर्तुः कर्मत्वम् आफ् द प्रयोज्यकर्ता इति अन्यन्तावस्थायां कर्ता. प्रेषणादिव्यापारस्य कस्य प्रेषणादिव्यापारः करोति, प्रेषणादिव्यापारः करोति प्रयोजककर्ता खलु महोदय. द स्टेट्मेण्ट् निजन्तप्रयोगे प्रयोज्यकर्तुः कर्मत्वं विधीयते. प्रयोज्यकर्तुः अण्यन्त अवस्थायां यः कर्ता सः प्रयोज्यकर्ता. प्रयोजककर्तुः प्रेषणादिव्यापारः ईषितां कारकं प्रयोज्यकर्ता एव अस्ति इति तत्र पठितं भ्रमः भवति इदानीं. तत्र प्रयोजककर्तुः प्रेषणादिव्यापारस्य ईप्सितमं कारकं प्रयोज्यकर्ता एव अस्ति इति भवेत् खलु. प्रेषणादिव्यापारः खलु तत्र गमय प्रेषणादिव्यापारे व्यापारे आश्रयः अस्ति प्रयोजककर्ता, व्यापारस्य आश्रयः तस्य. इदानीं प्रयोजककर्तुः प्रेषणादिव्यापारस्य कारकं प्रयोज्यकर्ता एव भवेत् इति भवेत्. अत्र दोषः अस्ति इति पश्यामः अग्रे अस्ति वा इति पश्यामः अथवा पुनः आगच्छामः. षष्ट्यामस्ति तत्र प्रयोजककर्ता इत्यस्य एव व्यापारः खल किल गमयति इति यदा अहं वदामि कस्य कः गमयति इति प्रश्नः भवति. प्रेरकः प्रेरकः एव गमयति, प्रयोजककर्ता गमयति, प्रेरणा करोति, तस्य कर्म एव प्रयोज्य तादृशमेव भवेत्. टङ्कणदोषमस्ति प्रायः तत्र प्रायः पश्यामः अग्रे किमपि अस्ति न. तत् समीचीनमेव, प्रयोजककर्ता एव भवेत् न तु प्रयोजककर्ता. रेशनादिव्यापारस्य आश्रयः प्रयोज्यकर्ता कथं वा भवति न भवति पुनः पुनः आगच्छति किल द्विवारम् प्रयोज्यकर्तुः प्रेषणादिव्यापारस्य ईप्सितमं कारकं प्रयोज्यकर्ता एव अस्ति ओ ओ एव इति अस्ति महोदय तत्र न प्रयोजकर्ता एव अस्ति इत्युक्ते सा एव न जानामि तत्र समजन समीचीनं नास्ति प्रायः तत्र एव न प्रयोजकर्ता एव कर्म इति तत्र लिखितं तत् न तु न तु प्रयोजकर्तुः इति प्रयोजकर्ता इति तत्र संवृद्धं नास्ति प्रयोजकर्ता एव तत्र कर्ता एव कर्म भवति इति वदति कस्य प्रयोजककर्तुः कर्म भवति इति या प्रयोज्यकर्ता सः प्रयोजककर्तुः कर्म भवति इति वदति इति अर्थः प्रायः प्रयोज्यकर्तुः कर्म भवति प्रयोजककर्ता कर्म न भवति प्रयोज्यकर्तुः कर्म भवति षष्ट्यां लिखितमस्ति प्रयोज्यकर्तुः प्रेषणादिव्यापारस्य ईप्सितमं कारकम् प्रयोजककर्तुः प्रेषणादिव्यापारस्य कारकं प्रयोज्यकर्ता एव अस्ति अस्ति मेन् सेण्टेन्स् प्रयोज्यकर्तुः प्रयोज्यकर्ता एव अस्ति प्रयोजककर्तुः इस् प्रेषणादिव्यापारस्य ईप्सिततमं कारकम् That is given as अस्तु पश्यामः अग्रे अस्ति वा इति अथवा अहं प्रायः लिखित्वा तत्र सम्यक् अस्ति वा इति पृच्छामि विद्या भगिन्या लिखितम् इति चिन्तयामि अस्तु करपत्रं पृच्छामि अनवधानतया प्रायः पश्यामि श्रीवल्ली भगिनी पठति आं भट् शिष्यः लिखति इति अन्यन्तावस्थायां वाक्यं न्यन्तावस्थायां तदेव वाक्यम् एव भवति अध्यापकः शिष्येन पाठं लेखयति अत्र अध्यापकः प्रयोजककर्ता शिष्यः प्रयोज्यकर्ता अस्ति नाम अन्यन्तावस्थायां यः कर्ताः शिष्यः सः कर्ता नन्यन्तावस्थायां प्रयोज्यकर्ता भवति नन्यन्तावस्थायां यः कर्ता अध्यापकः सः प्रयोजककर्ता भवति आम् उदाहरणं दत्तमस्ति शिष्यः लिखति इति शिष्यः लिखति लिखति इति क्रियापदम् अन्यन्तावस्थायाम् अस्ति तत् वाक्यं नन्यन्तावस्थायाम् अध्यापकः शिष्येन पाठं लेखयति इति भवति अत्र अध्यापकः इति प्रयोजककर्ता शिष्यः इति प्रयोज्यकर्ता मीन्स् अन्यन्तावस्थायां यः कर्ता शिष्यः सः कर्ता नन्यन्तावस्थायां प्रयोज्यकर्ता भवति शिष्यः इति अन्यन्तावस्थायां कर्ता अस्ति तत् कर्ता न्यन्यन्तावस्थायां प्रयोज्यकर्ता भवति सारि न्यन्तावस्थायां प्रयोज्यकर्ता भवति न्यन्यन्तावस्थायां यः कर्ता अध्यापकः अस्ति सः प्रयोजककर्ता भवति अनेन गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्म कर्माकर्मकाणाम् अणि कर्ता स णौ इति सूत्रेण सर्वेषां धातूनाम् अन्यन्तावस्थायां यः कोऽपि कर्ता अस्ति सः कर्मसञ्ज्ञकः न भवति नन्यन्तावस्थायाम् अपि तु केवलं केषाञ्चन धातूनाम् एव यः कर्ता अन्यन्तावस्थायां सः कर्मसङ्ग्रहः भवति न्यन्तावस्थायां ते धातवः के इति सूत्रेण एव उक्तम् अस्ति गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां भोजनार्थानां शब्दकर्मकाणाम् अकर्मकाणां च धातूनाम् अन्यन्तावस्थायां यः कर्ता सः न्यन्तावस्थायां कर्मसञ्ज्ञकः भवति नाम धातुपाठे ये धातवः गत्यर्थकाः बुद्ध्यर्थकाः प्रत्यवसानार्थकाः शब्दकर्मकाः अकर्मकाः तेषां सर्वेषां ग्रहणम् अनेन सूत्रेण भवति येन प्रयोजकर्ता कर्मत्वं प्राप्नोति तत् गतिबुद्धि प्रत्यवसानार्थ शब्दकर्मकर्माकर्मकाणामपि कर्तासानौ इति सूत्रेण इति सर्वेषां सूत्राणां कर्मसङ्गतः न भवति नन्तावस्थायां केचन धातूनाम् एव कर्ता अन्यन्तावस्थायां सः कर्मसङ्गतः भवति ये धातूनां के धातूनां गत्यर्थकः बुद्ध्यर्थानां प्रत्यवसानार्थानां शब्दकर्मकाणाम् अकर्मकाणां च ये धातूनां एव अन्यन्तावस्थायां यः कर्ता सः नन्यन्तावस्थायां कर्मसञ्ज्ञकः भवति धातुपाठे धातवगत्यर्थकाः बुद्ध्यर्थकाः प्रत्यवसानार्थकाः शब्दकर्मकाः अकर्मकाः तेषु धातुपाठे तेषां सर्वेषाणां ग्रहणम् अनेन सूत्रेण भवति बैरिच् अनेन प्रयोज्यकर्ता कर्मत्वं प्राप्नोति अनेनैव प्रयोज्यकर्ता कर्मत्वं प्राप्नोति इति भवति अग्रे भगिनि गम् इन् चल् इत्यादयः धातवः गत्यर्थकाः बुत् ज्ञा विद् इत्यादयः धातवः ज्ञानर्थकाः सन्ति प्रत्यवसानम् इत्यस्य अर्थः भक्षणम् इति भक्ष् अश् भुज् इत्यादयः धातवः भक्षणार्थकाः सन्ति शब्दकर्मकाः नाम तादृशधातवः यस्य कर्मशब्दः अकर्मकधातुः नाम तादृशधातुः यस्य फलव्यापारयोः आशयः एकः एव भवति एतेषां गत्यर्थकानां बुद्ध्यर्थकानां शब्दकर्मकानाम् अकर्मकानां च धातूनां यः कर्ता अन्यन्तावस्थायां सः कर्ता प्रेरणार्थकक्रियायां कर्म भवति सो गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामपि मणि कर्ता सा नौ इति सूत्रं केवलम् उक्तानां परिगणितानां धातूनां कृते एव कार्यं करोति इति स्मर्तव्यम् आं भगिनि ये सूत्रं गत्यर्थकाः धातवः गम् इन् च इत्यादयः बुद्ध ज्ञा विद् धातवः ज्ञानार्थकाः प्रत्यवसानम् इत्यस्य अर्थः भक्षणम् इति भक्ष् अश् भुज् धातवः भक्षणार्थकाः शब्दकर्मकाः नाम तादृशधातवः यस्य कर्मशब्दः भगिनि ये तत्र यदा शब्दं करोति इति तादृशधातवः एव तत्र आगच्छति शब्दं करोति ओके ओके शब्दं करोति इति अकर्मकधातुः नाम फलव्यापारयोः आशयः एकः एव भवति शब्दकर्म इत्युक्ते सा क्रिया यस्य कर्मपदं किञ्चन शब्दस्वरूपं भवति यथा श्लोकः काव्यं ग्रन्थः गीतं गद्यं पद्यम् आदयः तस्याः विषये शुद्धवाक्यस्य कर्ता निच्प्रयोगे कर्मत्वं प्राप्नोति रामः वेदम् अधीते तत्र वेदम् इति तत्र यदा सः अध्ययनं करोति वेदम् अधीते रामं वेदम् अध्यापयति गुरुः रामं वेदम् अध्यापयति तत्र तत्र शब्दस्वरूपम् अस्ति श्लोकः काव्यं ग्रन्थः अवेदः वेदम् इति तादृश यत्र शब्दस्वरूपम् अस्ति तत्र एव तदेव शब्दकर्म प्रत्यवसानं वयं जानीमः भुङ्क्ते अथवा भोजयति इति बुद्धि अपि वयं जानीमः तत्र न्या बुद्ध विद् गति यदा तत्र अस्ति याति इत्यपि गत्यर्थकः धातुः एव अकर्मकः तु वयं जानीमः एव तत्र अस्ति अस्तु भगिनि, धन्यवादः. एतावत् सतिबुद्धिविषये एव आसीत्. उषा भगिनि अग्रे. आं भगिनि. प्रेरणार्थस्य विवक्षायां प्रक्रिया एवं. लिख् भ्वादयो धातवः इत्यनेन लिक् इत्यस्य धातुसंज्ञा. हेतुमती च इत्यनेन निचः विधानम्. लिक् योगः णिच्. चुटु हलन्त्यं तस्य लोपः इत्यनेन अनुबन्ध वर्णानां लोपः भवति. लिक् योगः इ इति भवति अनुबन्ध अनुबन्धलोपेन इ एव अवशिष्यते. लिक् योगः इ इति स्थिते पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणः आर्धधातुकप्रत्यये परे इ इति आर्धधातुकप्रत्यये. तिङ् अथवा चित् नास्ति. लेखि इति रूपं भवति. लेखि इति सनाद्यन्ता धातवः इति सूत्रेण लेखि इत्यस्य धातुसंज्ञा. लट् विवक्षाया प्रथमपुरुषस्य एकवचने ति प्रत्ययः विधीयते. सो लेखी योगः ति इति भवति. लेखी योगः ति कर्तरि शप् इत्यनेन शप् विधीयते. लेखी कर्त्रर्थे तिङ् प्रत्यये वा षित् प्रत्यये तिङ् वा षित् कृत् प्रत्यये षित् अथवा कृत् प्रत्यये वा शप् विहितः भवति. लेखी योगः शप् योगः ति इति भवति अनुबन्धलोपानन्तरं. लेखी योगः अ योगः ति एव अवशिष्यते. लेखी योगः अ योगः ति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति. लेखी इति लेखे इति भवति. लेखे योगः अ योगः ति लेखे योगः अ योगः ति येचो अयवायावः इत्यनेन एकारस्य स्थाने ऐ अकार यकार आदेशः भवति. लेक् योगः अकार यकार योगः अकारः योगः ति वर्णमेलनेन लेखयति इति तिङन्तरूपं निष्पन्नं भवति. लिक् इति धातु उदाहरणार्थे दत्तं. लिक् योगः णिच् इति स्थाने लेखि लेखि इति लिक् योगः इ लिक् योगः इ इत्यनेन पुगन्तलघुपदस्य च इत्यनेन ककारपूर्व उत्तरवर्ति ककारपूर्व इकारस्य लेखि इति गुणं भवति. लेखि इति भवति. अनन्तरं लेखि योगः लट् लट् स्थाने ति विधीयते. लेखि योगः ति इति भवति. ति इति सार्वधातुक प्रत्ययः. तद कर्तरि अर्थे कर्तृत्वे विधीयते. तत्कारणात् शप् इति आयाति. लेखी योगः शप् योगः ति इति भवति. लेखी योगः अ योगः ति इति भवति अनुबन्धलोपानन्तरं. लेखी योगः अ योगः ति अ इति शप् इति पित् प्रत्ययः. तत्कारणतः सार्वधातुक आर्धधातुकयोः इत्यनेन लेखी इत्यस्य गुणः भवति. लेखे इति भवति. लेखे योगः अयोगः ति एचो अयवायावः इत्यनेन एकारस्य स्थाने सन्धिकारणतः अकार यकार भवति. लेखयति इति रूपं सिद्ध्यति. गति बुद्धि प्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता स णौ इति सूत्रेण अण्यन्त अवस्थायां यः कर्ता अण्यन्त अवस्थायां यः कर्ता प्रयोज्यकर्ता सः ण्यन्त अवस्थायां कर्मसंज्ञां प्राप्नोति इति जानीमः. तदनन्तरं कर्मसंज्ञाम् आश्रित्य कर्मणि द्वितीया इत्यनेन प्रयोज्यकर्तुः द्वितीया विभक्तिः विधीयते. यः लेखयति अत्र साक्षात् कर्म येन क्रियते. सः अण्यन्त अवस्थायां यः कर्ता सः प्रयोज्यकर्ता इति भवति. तत् प्रयोज्यकर्ता गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता स नौ इत्यनेन कर्मसंज्ञां प्राप्नोति इति वयं पठितवन्तः. तदनन्तरं कर्मसंज्ञाम् आश्रित्य कर्मणि द्वितीया इत्यनेन प्रयोजकर्तुः द्वितीया विभक्तिः विधीयते कर्मणि द्वितीया इति सूत्रेण कारकसूत्र. सत्यं. तत्र प्रयोज्यकर्ता अण्यन्तव्यवस्थायां साक्षात् लिखति साक्षात् लिखति तदेव भेदः तावदेव तदा ण्यन्तम् आगच्छति लेखयति लेखयति तं लेखयति प्रयोज्यकर्ता स्थाने प्रयोज्यकर्ता कर्म कर्म कर्मत्वेन द्वितीया विभक्तिः विधीयते कर्मणि द्वितीया इति सूत्रस्य अवगमनार्थं ज्ञातव्यं यत् कर्मसंज्ञा इति काचित् संज्ञा विधीयते व्याकरणे यस्य कर्मसंज्ञा विहिता तस्य अनभिहिते द्वितीया विभक्तिः भवति इति नियमः अनभिहिते नाम अनुक्तः इत्यर्थः केन अनुक्तम् इत्युक्ते प्रत्ययेन यस्मिन् अर्थे प्रत्ययः विधीयते सः उक्तः भवति यदि प्रत्ययः कर्त्रर्थे विहितः अस्ति तर्हि कर्ता प्रत्ययेन उक्तः भवति यदि प्रत्ययः कर्मार्थे विहितः अस्ति तर्हि कर्म उक्तं भवति यदि प्रत्ययः भावार्थे विहितः अस्ति तर्हि कर्ता अपि अनुक्तः कर्म अपि अनुक्तं भवति यत् उक्तं तस्य प्रथमा विभक्तिः भवति इति सामान्यनियमः यत् अनुक्तं तस्य विभक्तिविधानं भवति कारकम् आश्रित्य यत् अनुक्तं तस्य विभक्तिविधानं भवति कारकम् आश्रित्य अनुक्ते कर्तृकारके तृतीया विभक्तिः भवति अनुक्ते कर्मकारके द्वितीया विभक्तिः भवति अनुक्ते करणकारके तृतीया विभक्तिः भवति अनुक्ते सम्प्रदानकारके चतुर्थी विभक्तिः भवति अनुक्ते अपादानकारके पञ्चमी विभक्तिः भवति अनुक्ते अधिकरणकारके सप्तमी विभक्तिः भवति एतत् सामान्यव्यवहारः इति अवगन्तव्यम् अस्तु भगिनि कर्मणि द्वितीया इति सूत्रस्य अवगमनार्थं ज्ञातव्यं यत् कर्मसंज्ञा इति चेत् कर्मसंज्ञा किम् इति अत्र दत्तं यस्य कर्मसंज्ञा विहिता तस्य अनभिहिते इति उक्तम् अनभिहिते इत्युक्ते अनुक्ते इत्यर्थः अनुक्त केन अनुक्तम् इति चेत् प्रत्ययेन अत्र लेखय लिक् लेखयति अर् भवति इति कृते कर्त्रार्थे तिप् प्रत्ययः कर्त्रार्थे विधीयते इत्यनेन ति प्रत्ययेन कर्त्रार्थे विधीयते चेत् कर्ता उक्तः भवति कर्ता उक्तः भवति चेत् तत्र प्रथमा विभक्तिः भवति अनुक्त कर्मापि कर्म उक्तः चेत् कर्मणि प्रयोगे कर्म उक्तः भवति प्रत्ययेन तत्कारणेन अत्र कर्मणि प्रयोगे कर्म प्रथमा विभक्ति भवति भावार्थे कर्तः अपि कर्ता अपि न उक्ता कर्म अपि अनुक्तः भवति यतोहि भावार्थे प्रत्ययः विधीयते चेत् क्रियाम् एव सूचयति भावार्थे विहितः कर्ता अपि अनुक्ता कर्म अपि अनुक्ता भवति यत् उक्तं उक्तं प्रत्ययेन तत् प्रथमा विभक्तिः भवति कर्त्रर्थे विधीयते चेत् कर्ता प्रथमा विभक्ति कर्मणि अर्थे प्रत्ययः विधीयते चेत् कर्म प्रथमा विभक्ति भवति यत् अनुक्तं तस्य विभक्तिविधानं कारकम् आश्रित्य भवति अनुक्तकर्तृकारके कर्ता अनुक्त कर्मणि प्रयोगे कर्ता अनुक्तः भवति कर्म एव प्रत्ययेन उक्तः भवति कर्मणि प्रयोगे कर्म प्रथमा विभक्ति कर्ता अनुक्तकर्ता प्रत्ययेन अनुक्तकर्ता तृतीया विभक्तिः भवति अनुक्तकर्मकारके प्रत्ययः कर्त्रार्थे विधीयते चेत् भवती लिखति इति अस्ति चेत् तीप् प्रत्ययेन कर्ता एव उक्तः भवति तत्र कर्ता प्रथमा विभक्तिः भवति अनुक्तकर्म द्वितीया विभक्तिः भवति. अनुक्तकरणम् अपि तृतीया विभक्तिः, सम्प्रदानकारक चतुर्थी विभक्तिः भवति. वयं जानीमः सर्वत्र, अन्यत्र तु अनुक्तम् अस्ति क्रियया अनुक्तम् अथवा प्रत्ययेन अनुक्तम् इति यदा भवति चेत् तत्र अन्ये कारके अपि भवितुम् अर्हति. केवलं कर्म इति न, अन्ये कारके अपि तत्र भवति इत्यस्य एव उदाहरणम् अस्तु भगिनि, धन्यवादः. अन्ये अपि अवगतवन्तः किल अत्र किं दत्तम् इति? आं भगिनि, धन्यवादः. स्पष्टमस्ति वा? स्पष्टमस्ति अस्ति. विजया भगिनि, कृत् प्रत्ययः. कृत्प्रत्ययः भावार्थे प्रयुक्तः चेत् कर्ता कर्म च अनुक्तं भवतः. अतः कृत्प्रत्ययस्य योगे सामान्यतया कर्तुः कर्मणः च षष्टिविभक्तिः भवति. यथा कृष्णस्य कृतिः इत्यत्र कर्तुः कृष्णस्य षष्टिः भवति. कृतिः इति कृत्प्रत्ययान्तस्य योगे. कृष्णः जगतः कर्ता इत्यत्र कर्मणः जगतः षष्टिः भवति. कर्ता इति कृत्प्रत्ययान्तस्य योगे कृष्णस्य कृष्णेन जगतः कृतिः इत्यत्र कर्तुः विकल्पेन षष्टिः भवति. कर्मणः जगतः नित्यं षष्टिः भवति. कृतिः इति भावार्थकस्य कृत्प्रत्ययस्य योगे. कृति इति कृत्प्रत्ययान्तः भावार्थे अस्ति इति कृत्वा कर्ता अपि अनुक्तः, कर्म अपि अनुक्तम्. अनुक्ते तु कर्तुः तृतीया स्यात्, कर्मणः द्वितीया स्यात्. परन्तु तु अत्र अपवादत्वेन कर्मणः नित्यं षष्टिः भवति, कर्तुः विकल्पेन षष्टिः भवति. यस्मिन् पक्षे षष्टिः नास्ति तस्मिन् पक्षे अनुक्ते कर्तुः तृतीया एव भवति. अत्र कृत्प्रत्ययः भावार्थे प्रयोजनं प्रयुक्तः चेत् कृत्प्रत्यये भावार्थे कर्तु कर्म कर्ता अनन्तरं कर्म च अनुक्तं भवतः. अनुक्तं भवतः अतः कृत्प्रत्ययस्य योगे सामान्यतया कर्तुः कर्मणः च साधारणतया षष्टिविभक्तिः भवति. यथा कृष्णस्य कृतिः इत्यत्र कर्तुः कृष्णस्य षष्टिविभक्तिः भवति. कृत्प्रत्ययोजनार्थं कृष्णः जगतः कर्ता इत्यत्र कर्मणः षष्टिः भवति जगतः इति. इदानीं कृत्प्रत्ययान्तस्य योगे कृष्णस्य वा षष्टिविभक्ति वा तृतीया विभक्ति वा तत्र जगतः कृति इत्यत्र कर्तुः विकल्पेन षष्टिः भवति, न तु तृतीया भवति. कर्मणः जगतः नित्यं षष्टिः भवति. कृतिः इति भावार्थकस्य कृत्प्रत्ययस्य योगे. इदानीं कृतिः इति कृत्प्रत्ययान्त भावार्थे अस्ति चेत् अत्र कर्ता अपि अनुक्तः, कर्म अपि अनुक्तः. कृतिः इति भावार्थे कृत्प्रत्ययोजनेन कर्म अपि च कर्ता अनुक्तः भवति द्वयो. अनुक्ते तु कर्तुः तृतीया स्यात्. अत्र कर्तुः अनुक्तं चेत् अत्र तृतीया एव भवति. कर्मणः साधारणतया द्वितीया एव भवति. परन्तु अत्र अपवादत्वेन तत्र अपवादत्वबलवत् अस्ति. अतः अत्र कर्मणः सर्वदा नित्यं षष्टिः भवति एव, कर्तुः विकल्पेन षष्टिः भवति. विकल्पेन अत्र अपवादत्वेन कर्मणः नित्यं षष्टिः भवति, परन्तु विकल्पेन षष्टिः अत्र कर्तुः भवति. यस्मिन् पक्षे षष्टिः नास्ति तस्मिन् पक्षे अनुक्ते कर्म अनुक्ते कर्तुः तृतीया भवति. पूर्वमेव एतत् दृष्टवन्तः विकल्पेन भवति इति. अतः सामान्यतया कर्मणि द्वितीया, अनुक्ते कर्मणि द्वितीया, परन्तु यदा भावार्थः अस्ति कृत् प्रत्ययः, कृत् प्रत्ययस्य विषये एव उदाहरणं, तत्र एव अत्र अपवादत्वेन कर्मणः नित्यं षष्ठी भवति, कर्तुः षष्ठी वा अथवा अपक्षे तृतीया वा भवति, केवलं भावार्थकृत् प्रत्ययस्य विषये. अतः एव कृष्णस्य कृष्णेन जगतः कृतिः इति एकम् उदाहरणं. द्वितीयम् उदाहरणं किमपि आसीत् किल, तदेव कृष्णस्य कृतिः जगतः इति तत्र नास्ति. कृष्णस्य कृतिः इति एकम् उदाहरणं, यत्र कर्तुः कृष्णस्य इति षष्ठी, द्वितीयं तत्र कृष्णस्य कृष्णेन जगतः कृतिः, तत्र षष्ठी अथवा तृतीया. जगतः इति तु कर्मपदम्, तस्य तु नित्यं षष्ठी भवति. अवगतं वा? आम्, अग्रे भगिनि कर्मणि वदतु. तत्र तत्र कर्तृकर्मणः कृति इत्यनेन तत्र उभयप्रत्तौ तत्र कर्मस्य एव षष्ठी भवति इति सूत्रमस्ति खलु. अत्र उभयप्राप्तिः अस्ति, तत्र भावार्थः अस्ति इति, कृतिः इति अस्ति भावार्थकः अस्ति, अतः तर्हि कर्म उक्तं नास्ति, कर्ता तु उक्तं नास्ति, तर्हि तत्र कर्मणः तत्र षष्ठी भवति, कर्तुः तृतीया भवेत्, अत्र कृष्णस्य इति कथं वा भवति, तत् केन सूत्रेण भवति, अथवा श्रेष्ठे षष्ठी इत्यनेन भवति वा? शेषे विभाषा इति वार्तिकम् अस्ति, शेषे विभाषा इति वार्तिकस्य कारणेन कर्ता अपि षष्ठी भवितुम् अर्हति, षष्ठी विधीयते. अनुक्तकर्मणः द्वितीया विभक्तिः भवति. कर्मणि सप्तम्यन्तं द्वितीय प्रथमान्तं द्विपदमिदं सूत्रम् अनभिहिते इति सूत्रस्य अधिकारः अस्ति. अनुवर्तिसहितसूत्रम् अनभिहिते कर्मणि द्वितीय. अनुक्तकर्मणः इत्युक्ते तत्र अनभिहिते इति अर्थे एव आगच्छति. अत्र अनुक्तकर्मणः द्वितीयविभक्ति एव भवति. एतत् अनभिहिते इति सूत्रस्य अधिकारः अस्ति. अत्र अनुवर्तिसहितसूत्रमपि अस्ति, अतः तत्र अनभिहिते कर्मणि द्वितीया भवति इति तत्र अनुवर्तिसहितसूत्रं भवति. अस्मिन् सूत्रे अनभिहितकर्मणः अर्थात् तादृशकर्मणः यस्य अर्थः कृत् तिङ् इत्यादिना न उक्तः, नाम कर्मर्थे कृत् इत्यादयः प्रत्ययः न सन्ति चेत् तादृशकर्म अनुक्तं भवति. यस्मिन् अर्थे प्रत्ययः भवति सः अर्थः उक्तः भवति. इदानीम् अनभिहित अनुक्तकर्मणः अर्थात् अर्थः अत्र नास्ति एव, कृत् तिङ् इत्यादिना तत्र न उक्तः, नाम कर्मार्थे कृत् इत्यादयः प्रत्ययः न सन्ति. कर्मार्थे अत्र कृत् इत्यादयः प्रत्ययः न सन्ति एव, अतः तत्र तादृशकर्म अनुक्तकर्म इति भवति. यस्मिन् अर्थे प्रत्ययः भवति, इदानीं तत्रैव उदाहरणमस्ति भगिनि, पठतु. रामः पुस्तकं पठति. अत्र उदाहरणरूपेण रामः पुस्तकं पठति इति वाक्यं कर्तरिप्रयोगे अस्ति. अत्र पट् इति धातुः लट्लकारे कर्तरर्थे विहितः अस्ति, अतः एव अस्मिन् वाक्ये कर्ता रामः उक्तः अस्ति पठति इति तिङन्तपदेन. रामः उक्तः इति कृत्वा रामस्य प्रथमाविभक्तिः विधीयते, प्रातिपदिकार्थ लिङ्गपरिमाणवचन वचनमात्रे प्रथमा इति सूत्रेण अत्र रामस्य प्रथमाविभक्ति भवति. यस्मिन् कस्मिन्नपि वाक्ये प्रत्ययेन एकः उक्तः भवति तस्य प्रथमविभक्तिः भवति. प्रातिपदिकार्थ लिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण एकः उक्तः चेत् वाक्ये अन्ये अनुक्ताः भवन्ति. अत्र रामपदं स्वीकुर्मः चेत् अनन्तरं तत्र कर्तरिप्रयोगे अस्ति, तत्र पट् धातुः लट्लकारे अत्र विवक्षा अस्ति, अत्र कर्तृर्थे विहितः अस्ति. अतः एव अस्मिन् वाक्ये कर्ता रामः भवति, पट् धातुः रामः उक्तः अस्ति, पट् धातुः तु तिङन्तरूपेण आगच्छति. अत्र इदानीं रामः उक्तः अत्र कृत्वा रामस्य प्रथमविभक्ति विधीयते. केन सूत्रेण विधीयते चेत् प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इत्यनेन रामः तत्र उक्तः भवति. क्रियापदेन उक्तः रामः, कः पठति इति प्रश्नस्य उत्तरं रामः वा किमपि प्रथमपुरुषे एकवचन उत्तरं भवति. अतः क्रियया उक्तः, उक्तम् इति कृत्वा तत्र राम इति पदस्य प्रथमा विभक्ति, क्षम्यतां, कर्तृपदं प्रथमा. तत् स्पष्टमस्ति वा आचार्य? अस्मिन् वाक्ये तद्वापि पठतु भगिनि. अस्मिन् वाक्ये पुस्तकमिति कर्मवाचकः शब्दः अस्ति. पुस्तकमिति सः शब्दः केनापि प्रत्ययेन अनुक्तः एव. कर्म अनुक्तम् इत्यतः कर्मणि द्वितीया इति सूत्रेण द्वितीया विभक्तिः विधीयते. अतः पुस्तकमिति कर्मवाचकपदस्य द्वितीया विभक्तिः भवति. एवमेव अन्यत्रापि भवति इति अवगन्तव्यम्. प्रत्ययेन यत् उक्तम् अस्ति, यत् अनुक्तमस्ति इति ज्ञानम् आवश्यकम् अस्ति. अत्र अस्मिन् वाक्ये पुस्तकमिति द्वितीयविभक्ति एकवचनम् आगच्छति. अत्र कर्मवाचकः शब्दः अत्र अस्ति. सः शब्दः प्रत्ययेन अनुक्तः भवति. अत्र प्रत्ययेन तत्र किमर्थम् अनुक्तः महोदय? अत्र कर्म पठति इति यदा क्रियापदम् अस्ति तत्र टि इति यद् भागः तद् कर्ताविषये एव वदति. प्रथमपुरुष एकवचनम् इति कर्ताविषये एव वदति. कर्मविषये किमपि न उक्तम्. अनेन क्रिया पदेन किमपि न उक्तम्, अनुक्तम् कर्म अनुक्तम् इत्यतः अत्र कर्मणि द्वितीया इति सूत्रेण विभक्तिः आगच्छति. कर्म अनुक्तम् कः पठति इत्युक्ते सः रामः, लक्ष्मणः, किमपि सीता, किमपि उत्तरं भवेत् तस्य एव उक्तं. पठति इति क्रियापदेन कर्ता एव उक्तम्, अतः तस्य प्रथमा. तद् सः किं पठति इत्यस्य विषये तद् वयं क्रियया तद् ज्ञानं न प्राप्तुं शक्नुमः किल. अनुक्तम् अतः अनुक्तम् अतः पुस्तकमिति कर्मवाचकपदस्य द्वितीयविभक्तिः एव भवति. तादृशमेव यदा वयं तृतीया, चतुर्थी, पञ्चमी सर्वं स्वीकर्तुं शक्नुमः. तदेव पूर्वस्मिन् परिच्छेदे आसीत्. अधिकरणम्, अपादानं सर्वम् अनुक्तमेव भवति प्रत्यये प्रत्ययेन. अतः समीचीनम् उक्तमस्ति. अनन्तरम् अनुक्तं कुत्र अस्ति एतत् ज्ञानम् आवश्यकम्. धन्यवादः. सत्यं, तद् आवश्यकं. तद् यदा वयं तद् ज्ञास्यामः चेदेव तत्र विभक्तिः योजयितुं शक्नुमः. सामान्यतया तदेव वयं प्रथमं भाषा पठामः. तत्र वयं किं वयं तत्र वाक्यप्रयोगे यदा वयं जानीमः एव तत्र द्वितीया भवति, प्रथमा भवति इति. परन्तु यदा सूत्रशास्त्रदृष्ट्या पश्यामः चेत् तत्र उक्तं वा अनुक्तं वा क्रियया इति द्रष्टव्यम्. महोदय पठति वा? रामेण पुस्तकं पठ्यते. रामेण पुस्तकं महोदय श्रूयते खलु? अत्र इदानीम् अनुक्तविषये अत्र इदानीं रामेण पुस्तकं पठ्यते, अत्र पुस्तकम् इति कर्मपदम् उक्तमस्ति, पुस्तकम् इति कर्मपदम् उक्तमस्ति. इदानीं कर्मपदम् अनुक्तमस्ति चेत् अत्र किं भवति? रामः पुस्तकं पठति इति तत्र दत्तं खलु महोदय, पुस्तकं पठति, पुस्तकं पठति अत्र ये कर्म सर्वदा अनुक्तमेव भवति भगिनि, कर्ता एव उक्तं भवति, तदेव भवती अन्ते एकं वाक्यं पठितवती कुत्र अस्ति, सर्वदा कर्ता एव प्रथम किं कुत्र अस्ति महोदय तस्य तस्याः भ्रमः प्रायः तत्र पुस्तकम् इति कर्मपदम् अस्ति खलु, कर्मपदम् उक्तम् इति सः पठति, कर्मकारकं केनापि प्रत्ययेन उक्तम् इति तदेव खलु, कर्मकारकम् इति उक्तं चेत् तदेव, न तु कर्मपदं यद् उक्तम् अनुक्तम् इति तादृशं नास्ति खलु. सत्यः कर्मकारकमेव, आं सत्यं कारकमेव सत्यं. प्रश्नः कः पुनः? न भवती भगिनी विजयभगिनी उक्तवती कर्म उक्तं, राम पुस्तकं पठति इत्यादि कर्म उक्तम् अस्ति इति, कर्मपदम् अस्ति तद् कर्मकारकम् इत्युक्ते उक्तमित्युक्ते क्रिया क्रियापदेन उक्तं, वयम् उक्तं वाक्यस्य क्षम्यतां वक्तुः विवक्षा इति नास्ति, क्रियापददृष्ट्या उक्तं वा अनुक्तं वा इति द्रष्टव्यं, वाक्ये पदं साक्षात् अस्ति वक्तुः वदति इति तादृशं नास्ति, तादृशं भ्रमः वा भगिनि? यत्र उक्तम् इति अस्ति तत्र अनुक्तम् इति साधयामः चेत् अत्र किं भवति इति मम प्रश्नः. कर्तरि प्रयोगे वा आगच्छति एव इति? अस्तु, कर्तरि प्रयोगे उक्तम् अनुक्तम् इत्युक्ते क्रियया उक्तं वा इत्युक्ते प्रत्ययेन उक्तं वा अनुक्तं वा इति द्रष्टव्यं, वक्तुः वदति वा न वा इति न, तद् भ्रमः अस्ति चेत् एषः एव एतदेव उत्तरं, तादृशभ्रमः अस्ति चेत्. धन्यवादः महोदय. आं महोदय, तत्र कस्मिन् अर्थे इति व्याकरणे अस्ति, सूत्रे अस्ति खलु, तद् कर्म कर्तरि अर्थे कर्मणि अर्थे इति उक्तम् अर्थे सत्यं वक्तुं शक्नुमः. आम् सत्यम्, आम् कर्त्रार्थे, आम् सत्यम्, तदेव वयम् एकं वाक्यम् इदानीमेव पठितवन्तः किल, एकः एव कर्ता भवेत् अन्यत् सर्वम् अनुक्तं भवेत् इति कुत्रापि आसीत् किल, इदानीं पश्यामि कुत्र. एकः उक्तः चेत् वाक्ये अन्ये अनुक्ताः भवन्ति, तदेव तत् वाक्यम्. आम् सत्यम्, आम् महोदय. रामेण पुस्तकं पठ्यते, रामेण पुस्तकं पठ्यते इति वाक्यं कर्मणि प्रयोगे अस्ति, अस्मिन् वाक्ये ते इति तिङ् प्रत्ययेन पुस्तकम् इति कर्मपदम् उक्तम्, अभिहितम् इत्युक्ते अभिहितम् अस्ति, पुस्तकम् इति पदम् उक्तत्वात् तस्य प्रथमाविभक्तिः भवति, प्रातिपदिकार्थ लिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रेण उक्तमस्ति, अतः पुस्तकम् इति अत्र प्रथमाविभक्त्याम् अस्ति, नपुस्तकलिङ्गे अस्ति, अतः प्रथपुस्तकम् इति प्रथमं दत्तमस्ति, रामेण इति पदं कर्तृवाचकं पदम् अनुक्तमस्ति, अतः अनभिहिते रामेण इति कर्तृपदस्य तृतीय अनभिहिते राम इति कर्तृपदस्य तृतीयविभक्तिः भवति कर्तृकरणयोस्तृतीया इति सूत्रेण. रामेण हस्यते इति भावे प्रयोग, तत्र वयं जानीमः इदानीं रामेण पुस्तकं पठ्यते इत्यस्मिन् ते इत्यनेन कर्म उक्तमस्ति इति कृत्वा इति कर्मपदस्य प्रथमा विभक्तिः भवति, केन सूत्रेण? प्रातिपदिकार्थ लिङ्गपरिमाणवचनमात्रे इत्यनेन प्रथमा विभक्तिः भवति, कर्म कर्ता अनुक्तमस्ति एकेन प्रत्ययेन एक एव भवति खलु, रामेण तृतीया भवति कर्तृकर्ण तृतीया इत्यनेन. तथैव रामेण हस्यते इति भावे प्रयोगः अस्ति. अस्मिन् वाक्ये ते इति तिङ्प्रत्ययः भावार्थे अस्ति, यतोहि हस्तातुः अकर्मकः अस्ति इत्यतः हस्यते इति क्रियापदेन कर्ता अनुक्त अस्ति. रामेण इति पदं कर्तृवाचकं पदं, रामेण इति कर्तृवाचकं पदम् अनुक्तम् इत्यतः अनभिहिते रामेण इति कर्तृपदस्य तृतीयाविभक्तिः भवति कर्तृकणतृतीया इति सूत्रेण. अत्रापि कर्तृकरणयोः तृतीया एव, कर्मणि द्वितीया. तत्र यदा अस्माकं कर्त्रार्थविवक्षा यदा अस्ति तत्र रामः पुस्तकं पठति, तत्र तु कर्मणि द्वितीया इत्यनेन द्वितीया विभक्तिः. रामेण पुस्तकं पठ्यते इत्यत्र पुस्तकम् इत्यस्य प्रातिपदिकार्थलिङ्गवचनपरिमाणमात्रे प्रथमा इत्यनेन प्रथमा, परन्तु वयं ग्रन्थः इति स्वीकुर्मः प्रायः स्पष्टः भवति. रामेण ग्रन्थः पठ्यते, तत्र ग्रन्थः इत्यस्य प्रथमा, कर्तृकरणयोः तृतीया इत्यनेन इदानीं कर्ता रामः इत्यस्य तृतीया विभक्तिः भवति. अतः वाक्ये अपि तस्य प्राधान्यं वयं ज्ञातुं शक्नुमः. रामः पुस्तकं पठति इत्यस्मिन् रामस्यैव प्राधान्यता अस्ति, रामेण पुस्तकं पठ्यते इत्यस्मिन् पुस्तकस्यैव प्राधान्यता अस्ति. सत्यम् आम्, पठ्यते इति ते इति प्रत्ययेन इदानीं पुस्तकम् इति अथवा ग्रन्थः इति उक्तः, तस्य एव प्राधान्यं भवति. कर्मणि कर्मण्यार्थे इति अस्ति इति कृत्वा अतः तस्य एव प्रथमा विभक्तिः भवति. सत्यं, पुस्तकस्य स्थाने ग्रन्थ अथवा कथा. सत्यं, तद् क्रमः न भवति. रामः कथां पठति बट् रामेण कथा पठ्यते, पठ्यते कथा पठ्यते, ग्रन्थः पठ्यते, तादृशं भवति चेत् किञ्चित् यदा प्रथमवारं पठामः तत्र ग्रन्थाः पठ्यन्ते इति तादृश. समीचीनम्, आं महोदय. अग्रे अपि गत्यर्थकदातवः, गत्यर्थकदातवः गत्यर्थः येषां ते गत्यर्थकाः, गतिः इत्यनेन केवलं गतिः इति एव स्वीक्रियते, न तु प्राप्तिः इत्यादयः. अस्तु, गति एव अत्र गमनक्रिया एव भवति, तत्र प्राप्तिः. यजदत्तः देवदत्तं विद्यालयं गमयति, देवदत्तः विद्यालयं गच्छति इति अनन्तावस्थायां वाक्यमस्ति. गम् धातुतः हेतुमति च इति सूत्रेण निच् विधानं, निचः विधानं, निष्पत्यं योजयित्वा गम् इति धातुः निष्पद्यते. लटि प्रथमपुरुषे एकवचने गमयति इति रूपम् इति भवति. गम् इति धातोः अर्थः देशान्तरप्राप्त्यनुकूलव्यापारः, देशान्तरप्राप्त्यनुकूलव्यापारः. गम् इति धातोः अर्थः देशान्तरप्राप्त्यनुकूलव्यापारानुकूलव्यापारः इति अस्ति. तत्र गमि इति धातुः यत्र निजन्ति अर्थे, अतः देशान्तरप्राप्त्यनुकूलव्यापारानुकूलव्यापारः. यजदत्तः यः प्रयोजकर्ता प्रयोजककर्ता अस्ति सः तत्प्रयोजकहेतुश्च इति सूत्रेण हेतुसंज्ञकः, कर्तसंज्ञकः च भवति. देवदत्तः इति यः कर्ता अनन्तावस्थायां, सः अनन्तावस्थायां कर्मत्वं प्राप्नोति गतिबुद्धिप्रत्यवसानार्थ शब्दकर्माकर्मकाणामणिकर्तासनौ इति सूत्रेण, यतोहि गम् इति धातुः गत्यर्थकः अस्ति. अस्माकं वाक्येषु अनन्तावस्थायां कर्ता कः इति ज्ञातव्यं भवति, स एव न्यन्तावस्थायां प्रयोजककर्ता प्रयोज्यकर्ता भवति. प्रयोज्यकर्ता एव कर्मसंज्ञां प्राप्नोति गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्तासनौ इति सूत्रेण. अधुना प्रयोज्यकर्ता प्रयोज्यकर्म भवति. तदनन्तरं कर्मणि द्वितीया इत्यनेन देवदत्तस्य द्वितीयाविभक्तिः विधीयते. अनेन यजदत्तः देवदत्तं विद्यालयं गमयति इति वाक्यं सिद्ध्यति. अत्र गम् धातोः गत्यर्थकधातुः अस्ति इति कृत्वा तत्र यजदत्तः देवदत्तं विद्यालयं गमयति इत्यस्मिन् देवदत्तः एव गच्छति दन्त अनन्तावस्थायां देवदत्तः गच्छति इति अस्ति, अतः सः कर्ता अस्ति, सः अनन्तावस्थायां प्रयोज्यकर्ता भवति. अतः तस्य द्वितीय कर्मपदं भवति, कर्मकारकं भवति गतिबुद्धिप्रत्यवसान इति इत्यनेन. अतः दत्तः यतिदत्तः देवदत्तं विद्यालयं गमयति इति वाक्यं सिद्ध्यति. गमयति इति इत्यनेन कर्ता उक्तमस्ति, प्रयोजककर्ता एव उक्तमस्ति, अतः तत्र प्रथमा भवति. देवदत्त इति तत्र प्रयो किमपि किमपि तत्र व्यापारः किं व्यापारः देशकाल देशान्तर प्रेषणादिव्यापारस्य प्रेषणादिव्यापारस्य कर्म अस्ति. यज्ञदत्तस्य प्रेषणादिव्यापारस्य कर्म अस्ति देवदत्त इति अस्ति. तस्य द्वितीया भवति इति अत्र करकं दत्तमस्ति, अतः द्वितीया भवति विद्यालयसमये. विद्यालयम् इति तु शुद्धकर्म, प्रधानकर्म, प्रधानकर्म अस्ति. प्रधानकर्म देवदत्तम् इति यदा प्रयो शुद्धकर्ता आसीत् इदानीं तस्य प्रयोजक प्रयोज्यकर्ता तद् तु कर्मणि द्वितीया इत्यनेन प्रयोज्यकर्म प्रयोज्यकर्ता इति अवगच्छामः एव. साधु तत्र पुनः तस्यापि परिवर्तनं कुर्मः चेत् क्रमः भवति इत्येव. समीचीनम्, धन्यवादः महोदय. अरुणा भगिनी पठति वा? आं भगिनि. हरिः शत्रून् स्वर्गम् अगमयत् अगमयत् अण्यन्त अवस्थायां वाक्यमस्ति शत्रवः स्वर्गम् आगच्छन् गं धातुतः हेतुमते च इति असूत्रेण निच् निचः विधानं निच् प्रत्ययं योजयित्वा गमे इति धातुः निष्पद्यते. लङि प्रथमपुरुष एकवचने अगम्यत् इति रूपं गत्यर्थकधातोः योगे अन्यन्त अवस्थायां ये तारः शत्रवः ते गतिबुद्धिप्रत्यय अवसानार्थशब्दकर्मकर्मकणानि कर्मकणामणि कर्ता सर्मौ इति सूत्रेण कर्मसञ्ज्ञकः भवन्ति अत्यन्तमस्थायां. तदनन्तरं कर्मणि द्वितीया इति सूत्रेण द्वितीयाविभक्ति विधीयते. अनेन हरिः शत्रून् स्वर्गम् अगमयत् इति वाक्यं सिद्ध्यते. अन्य उदाहरणम् अत्र दत्तं, हरिः शत्रून् स्वर्गम् अगमयत्. प्रथमं अन्यन्तरूपं पश्यामः. अत्र शत्रवः स्वर्गम् अगच्छन् लट्टिरूपमस्ति, तत् कर्तते अस्ति. गं धातु अधुना हेतुमति च सूत्रेण निच् प्रत्यय विधीयते. निच् प्रत्यय योजित्वा गमे इति धातु निष्पद्यते. लङ् रूपमस्ति, तदपुरुषे एकवचने अगम्यत् इति क्रियापदं रूपं सिद्ध्यति. नौ अधुना गमर्थक धातु अस्ति. प्रथमं अनन्त अवस्थायां ये पदं कर्ता अस्ति तत् तत् गति बुद्धिप्रत्यय अवसानार्थशब्दकर्मकर्मणकणानामनि कर्ता सनौ इति सूत्रेण कर्मसञ्ज्ञकः भवति. अतः वयं जानीमः शत्रवः सर्वगं स्वर्गम् अगच्छन्. अत्र हर्ष शत्रवः इति कर्म कर्ता अस्ति, तत् कर्मपदं अशज्ञा भवति अधुना. सतः तदनन्तरं कर्मणि द्वितीया इति सूत्रेण कर्मपदं द्वितीयाविभक्तिः विधीयते. अतः वाक्यमस्ति हरिः प्रयोजककर्ता शत्रून् प्रयोजककर्ता स्वर्गम् अगमयत् इति वाक्यं सिद्ध्यति. सत्यं, सम्यक्. अग्रे अपि भगिनि. रामः कृष्णं रामः कृष्णं नगरं वञ्चयति. अत्र एकः प्रश्नः अस्ति, वदतु भगिनि. अधः तत्र इत्यनेन शत्रूणां द्वितीया विभक्तिः विधीयते इति अस्ति खलु, अत्र शत्रुपदं द्वितीयविभक्तिः विधीयते, अनेन अरिः शत्रून् स्वर्गम् अगमयत् इति साधु खलु. शत्रूणां किमर्थम् अत्र षष्टि बहुवचनं? न, तत्र वाक्ये प्रयोगः इत्यनेन शत्रूणां द्वितीया विभक्तिः विधीयते. शत्रूणां द्वितीया विभक्तिः, तयोः सम्बन्धः. मम प्रश्नः, इत्यनेन शत्रुपदं द्वितीया विभक्तिः विधीयते. शत्रु इति यदा शत्रूणां द्वितीया विभक्तिः इति यदा वयं तत्र लिखामः, परन्तु यदा वदामः वक्तुं शक्नुमः शत्रु इति पदस्य द्वितीया विभक्तिः विधीयते. तत्र पदस्य इति अहं षष्टि योजितवती किल, तदेकं पदेन अहं वक्तुम् इच्छामि चेत् एकेन पदेन न, इत्यनेन शत्रुपदं द्वितीया विभक्तिः स्वीक्रियते भवति भवति. अत्र छत्रं अगच्छन् तेषां तत्र इदानीं द्वितीयविभक्ति भवति. तादृशमपि वक्तुं शक्नुमः, शत्रु इति पदस्य इदानीं द्वितीया विभक्तिः भवति. आम् महोदय, धन्यवादः. इति अपि वक्तुं शक्नुमः, लेखनशैली तावदेव. आम् आम् आं भगिनि. रामः कृष्णं नगरम् अञ्चयति. अत्र अञ्च इति धातुः गत्यर्थकः अस्ति. अन्यन्त अवस्थायां वाक्यमस्ति कृष्णः नगरम् अञ्चति. निच् प्रयोगे हेतुमति चतुसूत्रेण निच् विधीयते गम् धातुतः, अञ्च धातुतः अञ्चयति इति अञ्चि इति धातु प्रत्ययेन अञ्चयति इति रूपं भवति. अधुना अनवस्थायां वक्तव्यं, अन्यन्त अवस्थायां कर्मपदं कर्म भवति, कर्ता कर्म भवति. अतः कर्मणि द्वितीय सूत्रेण अतः सूत्रमध्ये वाक्यमस्ति रामः कृष्णं नगरम् अञ्चयति इति भवति. रामः कृष्णं नगरम् अञ्चयति इति रूपं भवति. धन्यवादः भगिनि. तत्र श्रीवल्ली भगिनी बुद्ध्यर्थकदातवः. अत्र अन्यन्त अवस्थायां वाक्यं कृष्णः नगरम् अञ्चति इति अस्ति. न्यन्त अवस्थायां किं भवति महोदय? अत्र कृष्णः तदेव रामः कृष्णं नगरम् अञ्चयति. तदेव वाक्यं रामेण कृष्णः नगरम् अञ्चयति इति वा? रामेण रामेण इति यदा भवति तत्तु कर्मणि प्रयोगः किल, कर्तरि प्रयोगे अन्यन्त अवसायम् इदानीम् उदाहरणमस्ति अन्यन्त अवसायं कृष्णः नगरम् अञ्चति इति. अन्यन्त अवसायं किं भवति इति मम प्रश्नः. कृष्णः नगरम् अञ्चति, अस्तु. तत्र कृष्णः साक्षात् गच्छति, कर्ता सः गच्छति, कुत्रापि नगरं गच्छति. इदानीम् कोऽपि प्रेरयति कृष्णं गच्छतु भवान् नगरं प्रति इति. तत्र रामः तादृशं कार्यं करोति. रामः किं वदति? कृष्ण भवान् नगरं गच्छतु इति. अतः रामः कृष्णं नगरम् अञ्चयति, गमयति इति रूपम्. आम् सत्यं, कर्तरि प्रयोगः. इदानीं यदा भवति रामेण इति वदति तत्र कर्मणि प्रयोगः भवति. प्रयोजककर्ता इति रामः, इदानीं प्रयोजककर्ता रामः, सः प्रयोज्यकर्ता कृष्णं नगरम् अञ्चयति, प्रेरयति भवान् गच्छतु इति. धन्यवादः. आम् भगिनि, पठति वा? बुद्ध्यर्थकदातवः, बुद्धिः सामान्यज्ञानम् अर्थः येषां, तादृशदातवः यस्य अर्थः जानाति अवगच्छति बुध्यते इति अस्ति. आं भगिनि, बुद्ध्यर्थकदातवः बुद्धिः सामान्यज्ञानम् अर्थः एषः धातवः जानाति अवगच्छति बुध्यते इति तादृशदातवः सन्ति. उदाहरणम् आचार्यः छात्रं पाठं बोधयति. सो बुद् अवगमने इति धातुः बुध्यर्थकः अस्ति. अन्यन्तावस्थायां वाक्यमस्ति छात्रः पाठं बोधति. आचार्यः छात्रं पाठं बोधयति. बोधति छात्रः इति साक्षात् कर्ता अस्ति अन्यन्तावस्थायां. छात्रः कर्मणि द्वितीया विभक्ति छात्रम् इति अन्यन्तावस्थायां. छात्रं पाठं बोधयति. आचार्यः इति प्रयोजककर्ता इति. एवमेव हरिः स्वजनान् वेदार्थम् अवेदयत्. विद् ज्ञाने इति बुद्ध्यर्थकधातुः अस्ति. अन्यन्तावस्थायां वाक्यमस्ति स्वजनाः वेदार्थम् अविदुः. इति लङ्गि रूपं अवेदयत् अविदुः. स्वजनाः अन्यन्तावस्थायां वाक्यमस्ति स्वजनाः वेदार्थम् अविदुः. अन्यन्तावस्थायां स्वजनान् द्वितीया विभक्तिः स्वजनान् वेदार्थम् अवेदयत्. हरिः इति प्रयोजककर्ता. हरिः स्वजनान् वेदार्थम् अवेदयत्. अनन्तरम् अध्यापकः छात्रं विषयं ज्ञापयति. ज्ञा अवबोधने इति बुद्ध्यर्थकधातुः. अन्यन्तावस्थायां वाक्यमिति छात्रः विषयं जानाति इति. जानाति इति छात्रः उक्तं. छात्रः कर्ता इति. अन्यन्तावस्थायां छात्रं विषयं ज्ञापयति निजन्तरूपं. ज्ञातोः निजन्तरूपं ज्ञापयति. सो छात्रमिति द्वितीया विभक्ति. छात्रं विषयं ज्ञापयति. अध्यापकः इति प्रयोजककर्ता अस्ति. अनुक्तः अस्ति न्या इति धातु. अतः छात्रमिति कर्मणि द्वितीया इत्यनेन द्वितीया विभक्ति प्राप्नोति. इतोपि पिता पुत्रं धर्मं बोधयति इति विज्ञापयति. पुत्रः धर्मं बोधते. बुध्यते. पुत्रः धर्मं बुध्यते. एतत् सर्वं तु बुद्ध्यर्थकदातवः विषये. समीचीनं वा? धन्यवादः भगिनि. उषा भगिनि, प्रत्यवसानार्थकदातवः. प्रत्यवसानार्थकधातवः. भोजनार्थकधातवः. माता पुत्रं क्षीरान्नं भोजयति. भुज् इति धातुः भक्षणार्थे अस्ति. अण्यन्त अवस्थायां वाक्यमस्ति पुत्रः क्षीरान्नं भुङ्क्ते अथवा भुनक्ति. पुत्रः क्षीरान्नं भुङ्क्ते अथवा भुनक्ति. पुत्रः इति कर्ता भवति. पुत्रः क्षीरान्नं भुङ्क्ते अथवा भुनक्ति. क्षीरान्नं इति कर्म भवति. भुङ्क्ते भुनक्ति इति कर्त्रार्थे लट् प्रत्ययः विधीयते. भुङ्क्ते भुङ्क्ते अथवा भुनक्ति. सो पुत्रः भुनक्ति अथवा पुत्रः भुङ्क्ते क्षीरान्नं. माता पुत्रं क्षीरान्नं भोजयति इति वाक्ये माता इति प्रयोजककर्ता. पुत्रः यः अण्यन्त अवस्थायां कर्ता भवति. अत्र ण्यन्त अवस्थायां पुत्र इति धातुतः कृते पुत्र इति कर्ता कृते कर्म विधीयते. सूत्र गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म कर्मकाणाम् अणिकर्ता स्वनौ इति सूत्रेण प्रत्यवसानार्थ शब्दः अस्ति शब्दः अस्ति भुङ्क्ते भुनक्ति इति. सो भुज् धातुतः णिच् प्रत्ययेन भोजयति इति रूपं सिद्ध्यति. हा भोजयति भुज् बुन् भुज् भुज् धातु रैट् भुज् धातु भुजि देन् भोज भुज् देन् नूतनधातु निष्पन्नं भवति भोज् नो भुजि भुजि भुजि देन् भुजे देन् देन् हौ डिड् बिकम् भोज् भोज् भुज् उकार देन् णिच् प्रत्ययविधीयते चेत् भोजि इति भवति. भोजि इति नूतनधातुः देन् भोजयति भोजे इति शप् प्रत्ययेन भोजे इति भवति. भोजे अनन्तरं भोजे योगः अयोगः इति भोजयति. अस्तु भगिनि. माता पुत्रं क्षीरान्नं भोजयति भोजयति इति णिच् ण्यन्त अवस्थायाम् अस्ति. माता भोजयति माता पुत्रं भोजयति माता पुत्रं क्षीरान्नं भोजयति. अस्तु भगिनि. सो माता इति प्रयोजककर्ता पुत्रं पुत्र पुत्रः इति पुत्रम् इति भवति ण्यन्त अवस्थायां. सो पुत्रः यः अण्यन्त अवस्थायां कर्ता अस्ति ण्यन्त अवस्थायां गौणकर्म विधीयते. ओके. हरिः देवान् अमृतम् आशयत् हरिः देवान् अमृतम् आशयत् अश् भोजने इति धातुः अण्यन्त अवस्थायां वाक्यम् अस्ति देवाः अमृतम् आश्नन् ओके देवाः अमृतम् आश्नन् अन्न ताम् अन् लङ्गि वाक्यम् ओके देवाः अमृतम् आश्नन् अश् धातु आश्नन् इति बहुवचने अस्ति देवाः अमृतम् आश्नन् अमृतम् आश्नन् नौ अस् अश् धातुः ण्यञ्च ण्यन्त अवस्थायाम् अश् इति योगः णिच् णिच् स्ववृद्धि विधीयते अश् नो नो णिच् नाट् अचि अश् सो अश् इति णिच् अश् योगः णिच् अशि भवति अशे आशयति. वाट् आम् ऐ डूयिङ्ग् राङ्ग् हौ डिड् इट् बिकम् आशयति आट् आगमः भवति लुङ् लङ् लृङ् ष्वट् उदातः नास्ति बट् आडजादीनाम् अनेन वाट् इस् दट् सूत्र भगिनि आटश्च इत्यनेन वृद्धिः भवति सो आशय आशयत् अश् सो हरिः इति प्रयोजककर्ता भवति प्रयोज्यकर्ताः देवाः ण्यन्त अवस्थायां देवाः कर्मत्वं विधीयते गतिबुद्धिप्रत्यवसानार्थ शब्दकर्म अकर्मकाणाम् अणिकर्ता स णौ इत्यनेन देवाः इति देवान् भवति हरिः देवान् अमृतं सो प्रथमकर्म अमृतमेव तदेव तत्प्रधानकर्म रूपं परिवर्तनं नास्ति. हरिः देवान् अमृतम् आशयत् ओके पिता बालं क्षीरं पाययति पिता बालं क्षीरं पाययति पापाने इति धातुः भक्षणार्थे अस्ति अण्यन्त अवस्थायां वाक्यम् अस्ति बालः क्षीरं पिबति ओके बालः क्षीरं पिबति बालः अण्यन्त अवस्थायां कर्ता अस्ति बालः ण्यन्त अवस्थायां बालः इति ण्यन्त अवस्थायां कर्मत्वं विधीयते बालम् इति भवति पिता बालं क्षीरं पाययति पिता इति प्रयोजककर्ता पिता प्रेरयति सः प्रयोजककर्ता बालः बालः इति अण्यन्त अवस्थायां कर्ता बालम् इति विधीयते. क्षीरं प्रधानकर्म तदेव अस्ति. पाययति पिबति इति उपाययति संसूत्र अस्ति. पिब् पिब् पिब् पिब् पिब् योगः णिच् पायोगः णिच् ओके ओ दट् इस् द अर्ति ह्रि व्ली री क्नुयि श्मायि आतां पुक् नौ. ओ पुक् आगमः भवति बट् अक्र अत्र नाट् पुक् आगम यक् आगम सिङ्गीते आर्धधातुके ईत् अङ्गस्य ईत् अतः अङ्गस्य ईत् सेदट् भगिनि सेदट् अग्नि गुमास्थापाक हलि निति आतः अङ्गस्य ईत् आदेश ओ ओ ईत् ओके ईद्यति आर् संथिङ्ग् लैक् दट् पी पा बिकम्स् पी ओके ओके सो पाययति अस्तु भगिनि ओके पिब् पा बिकम् पायोगः णिच् आर्धधातुके णिच् इति आर्धधातुके इत्यनेन गूमासा गापा जहाति सां हलि इत्यनेन हकारः हकारः हलि वेर्स्ट हलि दे णिच् इति आर्धधातुका बट् हलि नास्ति रैट् भगिनि तत्र गुमस्तापा जहाति सां हलि इति ओ नो नो भगिनि शाचा साह्वा व्या वेपां युक् निजन्तस्थाने युक् आगमः भवति भगिनि गुमस्ता इति सार्धदादिके हलि कर्मणि प्रयोगे एव भवति पीयते अतः ईकार पीयते इति हलि नास्ति अत्र सो शाचा सा ह्वा व्या वेपां युक् इत्यनेन नौ सो अर्ति ह्रि व्री री क्लूयिष् मा यातां पुक् नौ इति अनन्तरं सूत्रमस्ति. शाचा सा ह्वा व्या वेपां युक् भगिनि सो फा इति धातुतः युक् आगमः विधीयते. सो पायि इति भवति पायि इति नूतन धातु निष्पन्नं भवति पायि देन् पाये देन् पाययति एचोयमायावः अनेन पिता बालं क्षीरं पाययति ओके अस्तु भगिनि. बालः इति अण्यन्त अवस्थायां कर्ता तः ण्यन्त अवस्थायां कर्मत्वं विधीयते. पिता बालं क्षीरं पाययति अस्तु अस्तु. अतः वयं तत्र पक्ष्यर्थक बुद्ध्यर्थक गत्यर्थकः अद्य पठितवन्तः. भवन्तः शब्दकर्म अकर्मक तत्र कर्म कर्तरिप्रयोगे यत्किमपि अस्ति भवन्तः कृपया गृहपाठरूपेण पठन्तु. अग्रिमसप्ताहे प्रायः अस्माकं करपत्रस्य उद्घाटनं भविष्यति. अतः वयं कर्मणि इति भागात् एव वर्गे पठित्वा अग्रे सरामः. सम्यक् एव अस्ति किल एतत्तु सरलमेव अस्ति भवन्तः अवगन्तुं शक्यते किल. तदेव बेस् अस्ति चेत् अवगन्तुं शक्यते एव. कर्मणि प्रयोगे किम् अस्ति इति एव वयम् अग्रिमसप्ताहे पठित्वा अग्रे सरामः. तत्र अस्माकं करपत्रे बहु किमपि अस्ति. अस्तु अद्य समापयामः. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः. शुभरात्रिः महोदय. धन्यवादः.